पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 19 युधिष्ठिर उवाच श्रीशैलपर्वतो रम्यः कुत्र तिष्ठति नारद किं तत्र वर्तते तीर्थं कस्य देवस्य पूजनं कस्यां दिशि समाख्यादो लोकेषु च वदाधुना नारद उवाच शृणुराजन् प्रवक्ष्यामि श्रीशैलं पर्वतोत्तमं यं श्रुत्वा मुच्यते लोको बालहत्यादिपादकात् तत्पर्वतवनं रम्यं मुनिभिश्चोपसेवितं नानाद्रुमलताकीर्णं नाना पुष्पोपशोभितं हंसकोकिलनादैश्च मयूरध्वनिनादितं श्रीविक्षैश्च कपित्थैश्च शिरीषैराजवृक्षकैः पारिजातकपुष्पैश्च कदम्बोदुम्बरैस्तथा नानापुष्पैः सुगन्धाढ्यैर्वासितं तद्वनं गिरौ सर्वाभिऋषिपत्नीभिः स शिष्याभिः सुसेवितं केचिदभ्यासयुक्ताश्च केचिद्व्याख्यानतत्पराः केचिदूर्ध्वभुजास्तत्र अङ्गुष्ठाग्राय स्थिताः परे शिवध्यानरथा केचित् केचिद्विष्णुपरायणाः निराहाराश्च केऽप्यत्र केचित् पर्णाशने रथाः कन्दमूलफलाहारा केचिन्मौनव्रता स्थिताः एकपादा स्थिता केचित् केचित् पद्मासने स्थिताः केचिच्चैव निराहारास्तपस्ते पुःसुदुष्करम् आश्रमाणि च पुण्यानि नद्यश्च विविधाः शुभाः देवखातान्यनेकानि तडागानि बहूनि च पर्वतोऽयं महाराज दृश्यते किल सर्वतः मल्लिकार्जुनको राजन्यत्र तिष्ठति नित्यशः तच्चैव शिखरं रम्यं पर्वतोपरिसेवितं शृङ्गदर्शनमात्रेण मुक्तिरेव न संशयः दक्षिणां दिशमाश्रित्य वर्तते पर्वतोत्तमः अत्र गङ्गा महद्रम्या पादालेदि समाश्रिता तत्र च स्नानमात्रेण महापापैः प्रमुच्यते श्रीशैलशिखरं दृष्ट्वा वाराणस्यामृदौ ध्रुवं केदारे ह्युतकं पीत्वा पुनर्जन्मन विद्यते तापसानां महस्थानं योगिनां च तथैव च तस्मात् सर्वप्रयत्नेन दर्शनं तस्य कारयद अयं विज्ञानदेवोऽसौ महापातकनाशनः सिद्धपुरं च नगरं रम्यं स्वर्गसुखावहम् नित्यमप्सरसो यत्र गायन्ति च रमन्ति च अध पर्वताराजोऽयं दर्शने सौख्यकारकः तस्य तैर्दर्शनं कार्यं मुक्तिमिच्छन्ति ये नराः इति श्रीपद्मे महापुराणे पञ्चपञ्चाशतसहस्रसंहितायाम् उत्तरखण्डे श्रीशैलोपाख्याने 21 अध्यायः ॐ